पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 30 भीष्म उवाच यज्ञपर्वतमासाद्य विष्णुना प्रभविष्णुना पदानि चेहदत्तानि किमर्थं पदपद्धतिः कृता वै देवदेवेन तन्मे वद महामदे कदमो दानवस्तेन विष्णुना दमितोऽत्र वै कृत्वा वै पदविन्यासं तन्मे शंसमहामुने स्वर्लोके वसतिर्विष्णो वैकुण्ठेस्य महात्मनः स कथं मानुषे लोके पदन्यासं चकारः देवलोकेषु वै देवदेवासेन्द्रपुरोगमाः तपसा महदा ब्रह्मन् भक्ता ये सततं प्रभुं श्रीवराहस्य वसतिर्महर्लोके प्रकीर्तिता नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः त्रिविक्रमस्य वसते तपोलोके प्रकीर्तिता लोकानेतान् परित्यज्य कथं भूमौ पदद्वयं क्षेत्रे पैदामहे चास्मिन् पुष्करे यज्ञपर्वते पदानि कृतवान् ब्रह्मन् विस्तरान् मम कीर्तय श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम् पुलस्त्य उवाच सम्यक् पृच्छसि भोस्त्वं यत्संशृणुत्वं समाहितः यथा पूर्वं पदन्यासकृतो देवेन विष्णुना यज्ञपर्वतमासाद्य शिलापर्वतरोधसि पुराकृतयुगे भीष्म देवकार्यार्थसिद्धये विष्णुना च कृतं पूर्वं पृथिव्यर्थे परन्तप त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः त्रैलोक्यं वशमानीय जित्वा देवान् सवासवान् दानवा यज्ञभोक्तारस्तत्रासन् बलवत्तराः कृता बाष्कलिना सर्वे दानवेन बलीयसा एवं भूदे तदा लोके त्रैलोक्ये सचराचरे परमार्तिं ययौ शक्रो निराशो जीविते कृतः स बाष्कलिर्दानवेन्द्रो वध्योऽयं मम संयुगे ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसां तदहं ब्रह्मणो लोके वृद सर्वैर्दिवौकसैः व्रजामि शरणं देवं गतिरन्यान विद्यते एवं विचिन्त्य देवेन्द्रो व्रतः सर्वैर्दिवौकसैः जगामत्वरितो भीष्म यत्र देवः पितामहः ब्रह्मणः सपदं प्राप्य वृत्तस्तैश्च दिवौकसैः अब्रवीज्जगदः कार्यं प्राप्ता मापदमुत्तमां किं न जानासि वै देवयतो नो भयमागतं दैत्यैर्यदा हृदं सर्वं वरदानाच्च ते प्रभो कथितं वै मया सर्वं बाष्पकलेश्च दुरात्मनः प्रियतां च चाविलम्बेन पिता त्वं नः पितामहः तत्त्वं चिन्तय देवेश शान्त्यर्थं जगदस्त्विह तेषां च पश्यतां किञ्चिच्छ्रौदस्मार्तादिका क्रियाः न प्रावर्तन्तहानिस्तु तैरस्माकं दिने दिने यथा हि प्राकृतः कश्चित् स्वार्थमुद्दिश्य भाषते विज्ञाप्यसे तथास्माभिर्निरस्तोपकृतैः सदा यद्येनोपकृतं यस्य सहस्रगुणितं पुनः यो न तस्योपकाराय तत्करोति वृथा मदिः तस्योपकारदग्धस्य निस्त्रपस्या सदः पुनः नरकेष्वपि संवासस्तस्य दुष्कृतकारिणः नैतावतैव साधुत्वं कृते यादुप्रतिक्रिया स्वार्थैकनिष्ठबुद्धीनामेतन्नापि प्रवर्तते यद्यस्य नाभवस्थानं जगदो ह्यत्र दुःखदम् सतथा हृदयं दीर्णं तन्न तृप्तिमुपागतम् तत्र वा यत्र गन्तास्मि निमग्नानुद्धरस्वनः उपाय कथनेनास्य येन ते जप्रवर्तते यथाख्यातं मया दृष्टं जगत्सत् समवेक्ष्यतां निःस्वाध्यायवषट्कारं निवृत्तोत्सवमङ्गलं त्यक्ताध्ययनसंयोगं मुक्तवार्तापरिग्रहं दण्डनीत्या परित्यक्तं श्वासमात्रावशेषितं जगदार्तिमपि प्राप्तं पुनः कष्टतरां दशाम् एतावता हि कालेन वयं ग्लानिमुपागताः ब्रह्मोवाच जानामि बाष्कलिं तं तु वरदानाच्च गर्वितम् अजेयं भवदां मन्ये विष्णुसाध्यो भविष्यति निरुध्य संस्थितो ब्रह्मा भावं तत्त्वमयं तदा समाधिस्तस्य तस्यैव ध्यानमात्रा चतुर्भुजः स्तोकेनैव हि कालेन चिन्त्यमानस्वयं भुवा आजगाममुहूर्तेन सर्वेषामेव पश्यतां विष्णुरुवाच भो भो ब्रह्मन्निवर्तस्व ध्यानादस्मान्निवारितः यदर्थमिष्यते ध्यानं सोऽहं त्वां समुपागतः ब्रह्मोवाच महाप्रसाद एषोऽत्र स्वामिनो हि प्रदर्शनं कस्यान्यस्य भवेच्चैषा चिन्ताया जगदप्रभो ममैव तावदुत्पत्तिर्जगदर्थे विनिर्मिता जगदेदत्वदर्थीयं तत्त्वदो नास्ति विस्मयः भवता पालनं कार्यं संहरेर्द्रुद्र एवदु एवं भूदे जगत्यस्मिन् शक्रस्यास्य महात्मनः कृतं राज्यं बाष्कलिना त्रैलोक्यं सचराचरं भृत्यस्य क्रियतां साह्यं मन्त्रदानेन केशव वासुदेव उवाच भवदो वरदानेन अवध्यः सदु साम्प्रतं बुद्धिसाध्यः स वै कार्यो बन्धनादिह दानवः वामनोऽहं भविष्यामि दानवानां विनाशकः मया सह व्रजत्वेष बाष्कलेस्तु निवेशनं तत्र गत्वा वरं त्वेषमदर्थे याचदामिमम् वामनस्यास्य विप्रस्य भूमे राजन्पदत्रयम् प्रयच्छस्व महाभाग याज्ञैषादु मया कृता शक्रेणोक्तो दानवेन्द्रो दद्यात्स्वमपि जीवितम् गृह्यप्रतिग्रहं तस्य दानवस्य पितामह तं बद्ध्वा च ततो यत्नात् कृत्वा पातालवासिनम् सौकरं रूपमास्थाय वधार्थं च दुरात्मनः भविष्यामि न सन्देहो व्रज शक्रत्वरान्विदः विरराम तमुक्तु वैव मन्दर्धानं गतश्च वै अध कालान्तरे विष्णावदितेर्गर्भदां गदे निमित्तान्यधिघोराणि प्रादुर्भूतान्यनेकशः समस्तजगदाधारे विष्णौ गर्भत्वमागते शोभनं हि तदा जातं निमित्तं चैव मूर्जितम् मालदीकुसुमानां तु सुगन्धः सुरभिर्ववौ अध विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकम्पी विमलविरलकेशश्चन्द्र शङ्खोदयश्रीरदितितनयभावं देवदेवश्चकारः अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासि जन्मविष्णोः सुगर्भे अदितिरजनगर्भासापि देवी प्रयान्ती नद जघनभरार्था मन्दसञ्चाररम्या अलसवदनखेदं पाण्डुभावं वहन्ती गुरुतरमवगाढं गर्भमेवोद्वहन्ती तदप्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगाद विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः समीरणो वादिज मन्दमन्दं पदत्सु वर्षेषु नगोद्भवेषु विविक्रमार्गेषु दिगन्तरेषु जनेषु वै सत्यमुपागदेषु विमुच्यमाने गगने रजोभिः शनैः शनैर्नश्यति चान्धकारे उदरान्तर्गदे विष्णौ द्रोहबुद्धिस्तदा भवद तां निशामय राजेन्द्र देवमाधुर्यथाक्रमं किमनुक्रमणेनैव लङ्घयामि त्रिविष्टपं बाष्कलिं दानवेन्द्रं तं कुर्यां पादालवासिनं शक्रस्य तु मया दत्तं धनं लावण्यमेव च दानवानां विनाशाय एकैव प्रभवाम्यहं क्षिपामि शरजालानि च चक्रयानान्यनेकशः गदा व्रातांश्च विविधान् दानवानां विनाशने विबुधान् देव लोकस्तनधो भूमेस्तु दानवान् करोमि कालयोगेन तत्तु कार्यं व्रतेन मे निःसृदा सहसा वाणी वक्त्रमेवाभिसंस्थिता येनेदं चिन्त्यते पूर्वं यन्न दृष्टं न च श्रुतं बन्धं वै धनुमुख्यस्य कृतं कोपेन पश्य मे कश्यपाय पुरा दत्तं धनं लावण्यमेव च किमयं विगतोत्साहो वायवोध समाकुलाः भ्रमतीव हि मे दृष्टिर्मैदद्रूपं प्रचिन्तितम् आविष्टा किमहं वच्मि केनाप्यसदृश्यं वचः विकल्पवशमापन्नाभीक्ष्णं हृदि ममर्षस दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम् ततः समभवत्तस्यां वामनो भूतवामनः जातेन येन चक्षूंषि दानवानां हृदानि वै जातमात्रे ततस्तस्मिन् देवदेवे जनार्दने नद्य स्वच्छाम्बुवाहिन्यो ववौ गन्धवहोऽनिलः कश्यपोऽपि सुखं लेभे तेन पुत्रेण भास्वता सर्वेषां मानसोत्साहस्त्रैलोक्यान्तरवासिनां सञ्जातमात्रे तु ततो जनाधिपजनार्दने स्वर्गलोके दुदुम्भयो विनेदुस्तैश्च ताडिताः अधिप्रहर्षात्तु जगत्त्रयस्य मोहश्च दुःखानि च नाशमीयुः जगो च गन्धर्वगणोदिमात्रं भावस्वरैर्भर्तृविमृशिताश्च सुराङ्गनाश्चापि जभावयुक्ता नृत्यन्ति तत्राप्सरसां समूहाः तथैव विद्याधर सिद्धसङ्खा विमानयानैर्मुदिदा भ्रमन्ति वदन्ति सत्यानृतकार्यनिर्णयं तथाभिरङ्गं प्रतिदर्शयन्ति गायन्ति गेयं विनिवृत्तरागा मुहुर्मुहुर्दुःखसुखप्रभूताः नृत्यं दिवै स्वर्गगताश्च ते तु धर्मार्जितं स्वर्गमिदो व्रजन्ति इति विगतविषादे निर्मले जीवलोके तिमिरनिकरमुक्ता निर्वृतिं प्राप्तुकामाः तत्रोजु केजिदुर्व्यां जय जय भगवन् सम्प्रहृष्टाश्च केचित् त्वेवं प्रोक्त प्रणादैरविरलमनसश्चानुवादैस्तदान्यैः ध्यायं तेऽन्ये निगूढं जननभय जरामृत्युविच्छेदहेदोरित्येवं कृष्णमासीज्जगदिदमखिलं सर्वतः सम्प्रहृष्टम् परमासाद्ययं विष्णुं ब्रह्माः जगदकृते जातोऽयं भवदामर्थे वामनो यदभीश्वरः यश ब्रह्मा च विष्णुश्च एष एव महेश्वरः एष वेदाश्च यज्ञाश्च स्वर्गश्चैषनसंशयः विष्णुव्याप्तमिदं सर्वं जगस्तावरजङ्गमम् एकसदु पृथ्वेन स्वयम्भूरिति विश्रुतः यथार्थवर्णके स्थाने विचित्रस्फटिको मणिः ततो गुणवशात्तस्य स्वयम्भोरनुवर्तनम् यथा हि गार्हपत्योऽग्निरन्यसंज्ञां पुनर्व्रजेद लभदे संज्ञां भगवान् ब्रह्मादिषु तथा ह्यसौ सर्वधा वामनो देवो देवकार्यं करिष्यति एवं चिन्तयतां तेषां भावितानां दिवौकसां जगामशक्रसहितो बाष्कलेश्च निवेशनं दूरादेव च तां दृष्ट्वा पुरीं तस्य समावृतां पाण्डुरैखगमागम्यै सर्वरत्नोपशोभितैः शोभिदां भवनैर्मुख्यै सुविभक्तमहापथैः नित्यप्रभिन्नैर्मादङ्गैरञ्जनाचलसन्निभैः देवनागकुलोत्पन्नैः शतसङ्ख्यैर्विराजिताम् निर्मांसगात्रैस्तुरगैरल्पकर्णैर्मनोजवैः दीर्घग्रीवाक्षिकूडैश्च मनोज्ञैरुपशोभिताम् पद्मगर्भसुवर्णाभापूर्णचन्द्रनिभाननाः सल्लापोल्लापकुशलास्तत्र वेश्याः सहस्रशः न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा कला बाष्कलेर्न पुरे स्याध निवासं प्रतिगच्छति उद्यानशतसम्बाद्धं समाजोत्सवमालिनि अन्विते धनुमुख्यैश्च सर्वैरन्तकवर्जितैः वीणा वेणुमृदङ्गानां शब्दैः सर्वत्र नादिते सदा प्रहृष्टा धनुजा बहुरत्नोपशोभिताः क्रीडमाना प्रदृश्यन्ते मेराविव यथामराः ब्रह्मघोषो महांस्तत्र धनुवृद्धैरुदीरितः साज्यधूमेन चाग्नीनां वयुना नष्टकिल्बिषे सुगन्धधूपविक्षेपसुरभीकृतमारुदे सुगन्धिधनुजाकीर्णे पुरे तस्मिंस्तु बाष्कलि त्रैलोक्यं तु वशे कृत्वा सुखेनास्ते स दानवः तत्रस्तपालयन्नास्ते त्रैलोक्यं सचराचरम् धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः सुदर्शपूर्वदेवानां नयानयविचक्षणः ब्रह्मण्यश्च शरण्यश्च दीनानामनुकम्पकः वेदमन्त्रप्रभूत्साह सर्वशक्तिसमन्वितः षाड्गुण्यविषयोत्साहस्मितपूर्वाभिभाषितः वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजीतपोरतः न च दुःशीलनिरतः स सर्वत्रा विहिंसकः मान्यमानयिता शुद्धसुमुखपूज्यपूजकः सर्वार्थविदनादृश्यसुभगः प्रियदर्शनः बहु धान्यो बहुधनो बहुयानश्च दानवः त्रिवर्गसाधको नित्यं त्रैलोक्ये वरपुरुषः स्वपुरीनिलयो नित्यं देवदानवदर्पः स चैवं पालयामास त्रैलोक्ये सकलाः प्रजाः नाधम कश्चिदप्यास्ते तस्मिन् राजनिदानवे दीनो वा व्यथितो वापि अल्पायुर्वाध दुःखितः मूर्खो वा मन्दरूपो वा दुर्भगो वा निराकृतः एवं युतं तं विमलैर्गुणौखैर्दृष्ट्वा च मत्वा च निविष्टबुद्धिम् प्रसादयन् दैत्य वरमहात्मा पुरं दरस्तं तु धनुप्रधानं तेजोयुक्तं दानवं तं तपं तमिव भास्करम् त्रैलोक्यधारणे शक्तं विस्मिदसो भवत्तदा इन्द्रं पुरागदं दृष्ट्वा दानवेन्द्राय पार्थिव इदमोचुस्तदा गत्वा दानव युद्धदुर्मदाः आश्चर्यमिति वै कृत्वा इन्द्रोऽभ्येदि पुरीं तव एकाकी द्विजमुख्येन वामनेन सह प्रभो अस्माभिर्यदनुष्ठेयं साम्प्रतं नो वदस्वराट् दानवानब्रवीत् सर्वान् पुरे तिष्ठदसङ्कुलं प्रवेश्यतां देव राजपूज्य सदु ममाद्य वै एतस्मिन्नेव काले तु वामनः स च वासवः आकदौ धनुनाथेन प्रेम्णा चैवावलोकितौ कृतार्थं मन्यतात्मानं प्रणिपादपुरःसरम् उवाच वचनं राजा दानवानां धुरन्धरः अद्य वैत्रिषु लोकेषु नास्ति धन्यतरो मया योऽहं श्रिया वृतशक्रं पश्यामि गृहमागतम् अर्धित्वकाम्यया यस्तु मामयं याचयिष्यति गृहागतस्य तस्याकं दास्ये प्राणानपि ध्रुवं दारान् पुत्रांस्तथागारं त्रैलोक्ये का कथा मम आगत्य सम्मुखं तस्य अङ्गमानीय सादरं परिष्वज्याभिनन्दैनं गृहं प्रावेशयत्स्वकं तस्य स्वागतमर्ख्याध्यै कृत्वा पूजां प्रयत्नदः अद्य मे सफलं जन्मपूर्णा सर्वे मनोरथाः यस्त्वां पश्यामि शक्राद्य स्वयमेव गृहागतम् ख्याप्योऽहं धनुमुख्यानां देवराजत्वया कृतः आगच्छदा मम गृहं पुण्यदादु पराहि मे अग्निष्टोमादिभिर्यज्ञैः सम्यग्विष्ठैस्तु यद्भलं तद्भलं समवाप्येद त्वयि दृष्टे पुरन्दर यद्भलं भूमिदानेन गवां दानेन ऋत्विजे ममाद्य तद्भलं भूतमथवा राजसूयकम् नाल्पेन तपसा लभ्यं दर्शनं तव वासव एवं गेहे मया यत्ते प्रियं कार्यं तदुच्यताम् विकल्पोऽन्यो न भवदा हृदि कार्यकथञ्चन कृतं च तद्विजानीया यद्यदि स्यात् सुदुष्करम् पुण्योऽहं पुण्यतां प्राप्तो दर्शनात्तव शत्रुहन् यत्ते देववरैर्वन्द्यौ वन्दितौ चरणौ मया किमागमनकृत्यं ते वद सर्वं मयि प्रभो अत्याश्चर्यमिदं मन्ये तवागमनकारणम् इन्द्र उवाच जानेऽहं धनुमुख्यानां प्रधानं त्वां तु बाष्कले नात्याश्चर्यमिदं भादि त्वयि दृष्टे सुरोत्तम विमुखानार्थिनो यान्ति भवदो गृहमागताः अर्थिनां कल्पवृक्षोऽसि दाता चान्यो न विद्यते प्रभायां सूर्यतुल्योऽसि गाम्भीर्ये सागरोपमः सहिष्णुत्वे धरा चैव श्रिया नारायणोपमः ब्राह्मणकश्यपकुले जातोऽयं वामनशुभे प्रार्थितोऽहमनेनैवं भूमेर्देहि पदत्रयं ममाग्निशरणार्थाय यत्र कुर्यां मखं त्वहं तदस्य कारणं कृत्वा अर्थितैषा मम प्रभो लोकत्रयं मे पहृतं त्वया विक्रम्य बाष्कले निर्वृत्तिको निर्धनोऽस्मि यद्धित्सेन ततस्ति मे भवं तं याजयिष्यामि परार्थेनापि चात्मना अर्धित्वेन ममाप्यस्य यद्योग्यं तत्समाचर जादोऽसि काश्यपे च त्वं वंशे वंशविवर्धनः दित्यास्त्वं गर्भसम्भूतपिता त्रैलोक्यपूजितः एवं भूतमहं ज्ञात्वा तेन त्वां याजयाम्यहम् अस्याग्निशरणार्थाय दीयतां भू पदत्रयम् अतीव ह्रस्वगात्रस्य वामनस्यास्य दानव भूमि भागे च पारक्ये दातुं न त्वकमुत्सहे एतदेव मया दत्तं यत् भवानर्थितोऽसि मे गुरवे यदि मन्यन्ते मन्त्रिणो वा पदत्रयम् अर्धित्वेन मदीयेन स्वकुले बान्धवेऽपि च गृहायादे मयि तथा यद्योग्यं तत्समाचर यदि ते रुचितं वीर दानवेन्द्रमहाद्युदे तदस्मै दीयतां शीघ्रं वामनाय महात्मने बाष्कलिरुवाच देवेन्द्रस्वागतं तेऽस्तु स्वस्ति प्राप्नुहि माचिरं त्वं समीक्षस्वधात्मानं सर्वेषां च परायणं त्वयि भारं समावेश्य सुखमास्ते पितामहः ध्यानधारणया युक्तश्चिन्तयानः परं पदं सङ्ग्रामैर्बहुभिः किन्नो जगच्चिन्तामपास्यतु क्षीराब्धिद्वीपमाश्रित्य सुखं स्वपिति केशवः अन्ये च दानवाः सर्वे बलिनः सायुधास्त्वया असहायेनैव शक्र सर्वेऽपि विनिपातिताः आदित्याद्वादशैवेह रुद्रास्त्वेकादशापि वा अश्विनौ वसवश्चैव धर्मश्चैव सनातनः त्वद्बाहुबलमाश्रित्य त्रिदिवे मखभागिनः त्वया क्रदुशतैरिष्ठं समाप्त वरदक्षिणैः त्वया च खादिदो वृत्रो नमुचिपाकशासन त्वदाज्ञाकारिणा पूर्वं विष्णुना प्रभविष्णुना हिरण्यकशिपोर्भ्राता हिरण्याक्षोऽपि खादितः हिरण्यकशिपुर्योऽत्र जङ्घे चारोऽप्यखादितः वज्रपाणिन मायां तमैरावणशिरोगतम् सङ्ग्रामभूमौ दृष्ट्वा त्वां सर्वे नश्यन्ति दानवाः ये त्वया विजिता पूर्वं दानवा बलवत्तराः सहस्रांशेन तत्तुल्यो न भवामि कथञ्चन एवंविधोऽसि देवेन्द्र मम का गणना भवेद् मां समुद्धर्तुकामेन त्वयैवागमनं कृतं करिष्यामि न सन्देहो दास्ये प्राणानपि ध्रुवं किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे इमे दारासुदगावो यच्चान्यद्विद्यते वसु त्रैलोक्यराज्यमखिलं विप्रस्यास्य प्रदीयताम् अपकीर्तिर्भवेन्मह्यं पूर्वेषां च न संशयः गृहायादस्य चक्रस्य दत्तं बाष्कलिनानतु अन्योऽपि योर्धीमे प्राप्तः समे प्रियतरः सदा भवानत्र विशेषेण विचारं मा कृधा क्वचिद् बृहत्र पामे देवेन्द्र यद्भूमेस्तु पदत्रयं ब्राह्मणस्य विशेषेण प्रार्थितं तु त्वया विभो दास्ये ग्रामवरानस्य भवतस्तु त्रिविष्टपम् अश्वान् गजान् भूमिधनं स्त्रियश्चोद्भिन्न चूचुकाः यासां दर्शनमात्रेण वृद्धोऽपि तरुणायते तास्त्रियो वसुधां चैदां वामनस्य प्रदिग्रहम् प्रदि दास्यामि देवेन्द्रप्रसादक्रियतां हि मे एतावदुक्ते वचने तदा बाष्कलिना नृप पुरोद्धास्तूषणाप्राह दानवेन्द्रं तदा वचः भवान् राजा दानवेन्द्र ऐश्वर्येष्टविधे स्थितः युक्तायुक्तं न जानासि देयं कस्य मया क्वचिद् मन्त्रिभिः सुसमालोच्य युक्तायुक्तं परीक्ष्य च प्राप्तं त्रैलोक्यराज्यत्वं जित्वा देवान् सवासवान् वाक्यस्यास्यावसानेव भवान् प्राप्स्यदि बन्धनम् य एष वामनो राजन्विष्णुरेव सनातनः नास्य वै भवदा देयं पिता ते खादितस्वयम् अयं ते पिदृशा प्राप्तो मादृशा बन्धुखादकः वंशोच्छेदकरस्तुभ्यं भूतश्चैव भविष्यति न चैष धर्मं जानादि शक्रादीनां हिदेरदः मायाविना दानवाये मायया येन निर्जिताः मायया ब्राह्मणं रूपं वामनं च प्रदर्शितम् अत्र किं बहुनोक्तेन नाश्यदेयं तु किञ्चन मक्षिकापादमात्रं तु भूमिरस्य प्रतिग्रहः विनाशमेष्यसि क्षिप्रं सत्यं सत्यं मया श्रुतम् गुरुणाप्येवमुक्तस्तु भूयो वाक्यमधाब्रवीद धर्मार्थिना मया सर्वं प्रतिज्ञातं गुरोत्विदं प्रतिज्ञापालनं कार्यं सदा धर्मसनातनः यद्येष भगवान् विष्णुर्नास्ति धन्यतरो मया गृह्यप्रतिग्रहं मत्तो यदि देवान् बुभूषदि भूयोऽपि धन्यतां निदो देवेनानेन वै गुरो यं योगिनो ध्यानयुक्ताध्यायमाना हि दर्शनं न लभन्ते तथा विप्रासोऽयं दृष्टो मयाद्य वै दानानि ये प्रयच्छन्ति सकुशोदकपाणिना प्रीयतां भगवान् विष्णुपरमात्मा सनातनः एवमुक्ते दुवचने अपवर्गस्य भागिनः यदत्र कार्यकरणे विकल्पो मे बभूवः उपदिष्टोऽस्मि भवदा बालत्वे चावधारितम् शत्रावपि गृहायादे मास्त्वदेयं तु किञ्चन यददेव विचिन्त्याहं प्राणानपि स्वकान् गुरो वामनस्य प्रदास्यामि शक्रस्यापि त्रिविष्टपम् अपीडाकारि यद्दानं तद्दानमिह दीयते पीडाकारि च यद्दानं तद्दानं समलं स्मृतम् यदच्छ्रुत्वा गुरुस्तत्र त्रपयाधो मुखस्थितः भाष्करिरुवाच अर्धिदा भवदो देवदेया सर्वाधरा मया त्रपाकरं भवेन्मह्यं यदस्य भूपदत्रयम् इन्द्र उवाच सत्यमेदद्दानवेन्द्र यदुक्तं भवदा हि मे भूमे पदत्रयार्धित्वं द्विजेनानेन मे कृतम् एतावता त्वयं चार्धी मयाप्यस्य कृते भवान् धनुपुत्रो याचितोऽसि वरमेतत्प्रदीयताम् भाष्कलिरुवाच पदत्रयं वामनाय देवराजप्रदीच मे तत्र त्वं सुचिरं कालं सुखी सुरपदे वस एव मुक्त्वा भाष्कलिना वामनाय पदत्रयं तोयपूर्वं तदा दत्तं प्रीयतां मे हरिस्वयं दत्ते दुदानवेन्द्रेण त्यक्त्वा रूपं च वामनम् हरिराचक्रमे लोकान् देवानां हितकाम्यया यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः देवस्य वामचरणे निविष्टो दानवालयः तत्र क्रमं सप्रथमं ददौ सूर्ये जगत्पदिः द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव ब्रह्माण्डस्ताडितस्तेन देवेनाद्भुतकर्मणा अङ्गुष्ठाग्रेण भिन्नेण्डे जलं भूरि विनिःसृतं प्लावयित्वा ब्रह्मलोकान् सर्वान् लोकाननुक्रमाद् ध्रुवस्थानं सूर्यलोकं प्लाव्यतं यज्ञपर्वतं प्रविष्टा पुष्करं धारा दौत्वा विष्णुपदानि सा पदानि यानि जातानि वैष्णवानि धरातले तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेद अश्वमेधफलं तस्य दर्शनादेव जायते एकविंशगणोपेदो वैकुण्ठे वा समाप्नुयाद् भुक्त्वा तु विपुलान् भोगान् कल्पानां तु शतत्रयं तदन्ते जायते राजा सार्वभौमः क्षिदाविह तोयधारादु सा भीष्म अङ्गुष्ठाग्राद्विनिसृता नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा अनेन कारणेनाभूद्गङ्गा विष्णुपदी नृप यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् अङ्गुष्ठाग्रक्षदादण्ड्यात् प्रविष्टं जलं शुभं प्राप्तं देवनदीत्वं तु यादु विष्णुपदी नदी देवनद्यातया व्याप्तं ब्रह्माण्डं सचराचरं विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान् अधो मुखस्तदा जाद उत्तरं नास्य विन्ददि मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीद स्वाभाविकी दानशक्तिर्न तुस्रष्टुं वयं क्षमाः यावतीयं धरादेव सा दत्तानेन ते प्रभो उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुन्धरा या सृष्टा भवदा पूर्वं सा मया न च गोपिता अल्पा भूमिर्भवान् दीर्घो न तु सृष्टेरहं क्षमः इच्छाशक्तिप्रभवदिप्रभोस्ते देव सर्वदा निरुत्तरस्तदा विष्णुर्मत्वा तं सत्यवादिनम् ब्रूहि दानवमुख्यत्वं कं ते कामं करोम्यहं मम हस्तगदं तोयं त्वया दत्तं तु दानव तेन त्वं वरयोग्योऽसि वराणां भाजनं शुभं दास्येऽहं भवदकाममर्थीयेन वृणुष्वः विज्ञप्तो हि तदा तेन देवदेवो जनार्दनः भक्तिं वृणोमि देवेश त्वद्धस्तान्मरणं हि मे व्रजामि श्वेतदीपं ते दुर्लभं तु तपस्विनाम् आहैव मुक्ते विष्णुस्तं तिष्ठस्वैव युगान्तरम् वाराहरूपी यदाहं प्रवेक्ष्यामि धरातलं तदा हनिष्येऽहं त्वां तु मदग्रे च यदैष्यसि। उक्तोऽध दानवस्तेन अपासर्पतदग्रतः वामनेन समाक्रान्ता सर्वे लोकास्तदा नृप। असुरैस्तैस्तदा त्यक्तं देवानां सत्यभाषणं देवो कृत्वा तु त्रैलोक्यं जगामदर्शनं विभुः। पादालनिलयश्चापि सुखमास्ते स बाष्कली, चक्रोऽपि पालयामास पिपश्चिद्भुवनत्रयम्। अयं त्रैविक्रमो नाम प्रादुर्भावो जगद्गुरोः गङ्गासम्भवसंयुक्तः सर्वकल्मषनाशनः। विष्णोः पदानामेष ते उत्पत्तिकथिदा नृप, यां श्रुत्वा दुनरो लोके सर्वपापैः प्रमुच्यते। दुःस्वप्नं दुर्विचिन्त्यं च दुष्करं दुष्कृतानि च क्षिप्रं हि नाशमायान्ति दृष्टे विष्णुपदत्रये। युगानुक्रमशो दृष्ट्वा पापिनो जन्तवस्तथा सूक्ष्मदादर्शिता भीष्मविष्णुना पददर्शने। यस्त्वारोहति तस्मिंस्तु मौनवान् मानवो भुवि, कृत्वा त्रिपुष्करी यात्रामश्वमेधफलं व्रजेद। मुच्यते सर्वपापैश्च मृदो विष्णुपुरं व्रजेद। इति श्रीपात्मपुराणे प्रथमे सृष्टिखण्डे विष्णुपदोत्पत्तिर्नाम त्रिंशोऽध्यायः। ॐ